नमस्कारः। तर्हि एतावता वयम् अवलोकितवन्तः द्वितीया विभक्तिः, तृतीया विभक्तिः, द्वितीयविभक्तिं तृतीयविभक्तिं च। तत्र तृतीयाविभक्तौ यत्र साधनमस्ति, यत्र सः इति शब्दः अस्ति, अपि च विना अस्ति, अनन्तरं कारणवाचकाः, हेतुवाचकाः इति, अनन्तरं प्रयाणम्। तर्हि प्रथमतया किञ्चित् अभ्यासं देवः इत्यस्य तृतीयविभक्तिरूपं देवेन बहुवचने देवैः समीचीनमस्ति। पत्रिका समीचीनमस्ति। नदी समीचीनं। पुष्पं न फलं समीचीनं फलेन फलैः इति रूपाणि सन्ति। इदानीं एकमेकं वाक्यं रचनीयं। अस्तु, अश्वः अश्वः इत्यस्य वाक्यं तृतीयविभक्तिः अश्वः। अनन्तरं जलम्। अनन्तरं पुस्तकम्। अनन्तरं कूपी। अनन्तरं चमसः। वाक्यम् अहम् अश्वेन ग्रामं गच्छामि। अस्तु, समीचीनं। तत्र गमनस्य माध्यमं भवति लोकयानेन, अश्वेन। अग्रे अग्रे अहं कूप्या जलं पिबामि। कूप्या जलं पिबामि, समीचीनमस्ति। अहं चमसेन जलम् आनयामि। चमसेन, चमसः। अहं चमसेन भोजनं खादामि। समीचीनं। अनन्तरम् अहं पुस्तकेन पाठं पठिष्यामि। समीचीनमस्ति। अनन्तरं जलेन तरन्ति। पुनः नौका जलेन तरन्ति। अस्तु, मन्तुं शक्नुमः, अग्रे गच्छेम। प्रश्नः अस्ति यत् माध्यमं किं, तत्र नाम महान् विषयः भवति। माध्यमं, तत्र माध्यममस्ति न वा इति। तर्हि अग्रे गच्छामः। अत्र सप्तमभागः तत्र धनस्य विषयः अस्ति। लक्ष्मी भगिनी, कृपया पठतु। यदा वयं किमपि क्रीणीमः तदा यद्धनं दीयते तस्य तृतीया विभक्तिः भवति। उदाहरणार्थम् अहं दशरूप्यकैः एकां लेखनीं क्रीतवान्। अभ्यासः अधः कतिभिः रूप्यकैः किं क्रीतम् इति सूचितम् अस्ति, तदाधारेण वाक्यानि रचयत। यथा अष्टरूप्यकाणि पुस्तकम्। अहम् अष्टरूप्यकैः एतत् पुस्तकं क्रीतवान्। अहं शतरूप्यकैः एतत् स्यूतं क्रीतवती. स्यूतः इति पुल्लिङ्गशब्दः. एतत् इति न वदामः तत्र. एतत् किं भवति? एतम् एतं स्यूतं क्रीतवती. समीचीनमस्ति. अस्तु, अहं द्वादश रूप्यकैः एतत् किलोमीटर् शर्करा क्रीतवान्. अत्र शर्करा इत्यस्य लिङ्गं किम्? स्त्रीलिङ्गम्. एतत् एषा, किन्तु द्वितीयविभक्ति एतां शर्करां क्रीतवान् इति अस्ति. अस्तु, सुब्रह्मण्य महोदय अग्रे. शाटिका सारी. सारी एतत् किञ्चित् पञ्चाशत् अधिकत्रिशतम् इति वक्तुं शक्नुमः. नो चेत् किं वदामः? सार्धत्रिशत. सार्धत्रिशतकरूप्यकैः अहं सार्धत्रिशतकरूप्यकैः एतां शाटिकां क्रीतवान्. त्रिंशकं वा त्रिंशकं? सार्ध त्रिशत. त्रिशतकं रूप्यकाणि सार्ध त्रिशत. अहं सार्धसप्तशत. सार्धसप्तशत रूप्यकैः एताम् उत्पीठिका क्रीतवान्. एताम् उत्पीठिकां क्रीतवान्. अस्तु, सन्ध्या भगिनी अग्रे. त्रिंशत्. अहं त्रिंशत् रूप्यकैः एतां कर्तरीं क्रीतवती. समीचीनमस्ति इति अस्ति. अतः यत्र धनमस्ति, यत्र क्रीणीमः किमपि, तत्र तृतीयाविभक्तिः भवति. अग्रे महोदय. निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति. पर्याप्तार्थकस्य अलं शब्दस्य योगे तु चतुर्थी भवति. उदाहरणार्थं बालाः तूष्णीं तिष्ठन्तु अलं कोलाहलेन. अभ्यासः. अवगच्छन्ति वा सर्वे? सन्ध्या भगिनी अवगच्छति वा? अलम् अलं निषेधः इत्युक्ते मा भवतु, मास्तु, मा वदन्तु. तत्र माता अस्ति खलु, माता अस्ति, तत्र बालकाः सन्ति. पर तत्र सम्भाषणं कुर्वन्ति अथवा अत्र कोलाहलः इत्युक्ते ते परस्परकं तत्र कोलाहलं कुर्वन्ति. माता न इच्छति, अतः अथवा कोलाहलः नाम यत्र बहु ध्वनिः अस्ति, क्रीडा अस्ति, बहु ध्वनिः अस्ति, माता शान्तिमिच्छति, अत्र कोलाहलः इति मा भवतु. अतः अलं कोलाहलेन. कोलाहलः इति शब्दः अस्ति. कोलाहलः तस्य तृतीया विभक्तिः अस्ति. कोलाहलेन अलं कोलाहलेन यत् न इच्छामः अलम् इति वदामः. अस्तु, न मा भवतु, मा भवतु अत्र अत्र मा करोतु मा भवतु स्थितिम् अनुगुणम् अत्र अग्रे गच्छामः तत्र उदाहरणानि दृष्ट्वा स्पष्टं भविष्यति द्वितीयं करोतु अभ्यास यथा जल्पनम् अयि भगिन्यः अलं जल्पनेन अलं जल्पनेन जल्पनम् जल्पनम् यत्र चर्चा भवति प्रचुरचर्चा अस्ति जनाः शृणोतु जनाः वदन्ति किं जनाः वदन्ति यत् महिलाः जल्पनं बहु कुर्वन्ति एतत् सत्यमस्ति वा जल्पनं जल्पनम् इति एवं महिलाः जल्पनं बहु कुर्वन्ति वा सत्यमस्ति अथवा मिथ्या सत्यमस्ति तर्हि अत्र अत्र जलम् अलं जल्पनेन इति उक्तम् अलं जल्पनेन अस्तु इदानीं सुब्रह्मण्यमहोदय अग्रे विस्तरः नाम कश्चन विषयः अस्ति कश्चन विषयः अस्ति महोदय बहु वदति तस्य मित्रं नेच्छति अलम् अतिविस्तरेण बलम् अलम् अतिविस्तरेण तत्र अणत्वं भवति वा भवति निमित्तमस्ति निमित्तं किं रेफः बाधा अस्ति वा नास्ति अलं विस्तरेण अतिविस्तरेण सत्यम् इत्युक्ते नाम कोऽपि कस्मिंश्चित् विषये कोऽपि वदति यत् पञ्चनिमेषेषु भवितुमर्हति स्म किन्तु सः एकां घण्टां पर्यन्तं वदति मास्तु इति विस्तारः पर्याप्तः विस्तारः तत्र विस्तरः अपि अस्ति विस्तरः अपि तथैव अर्थः अस्ति विस्तारः विस्तरः तत्र भेदः नास्ति विस्तारः विस्तरः अर्थभेदः नास्ति तत्र प्रायः विस्तारितः अपि अस्ति विस्तृतः अपि अस्ति विस्तारयति अपि अस्ति विस्तरति अतः रूपद्वयमस्ति तत्र प्रायः णिच् प्रेरणार्थके एकमस्ति किन्तु अर्थः प्रायः समानः अस्तु विश्वनाथमहोदय अग्रे आयि भगिन्यः आलं शोकेन अलं शोकेन अलं शोकेन अलम् अलं शोकेन अस्तु लक्ष्मीभगिनी अयि भगिन्यः अलं साहसेन अलं साहसेन अवगच्छति वा अलं साहसं नाम तत्र कष्टमस्ति क्लेशः अस्ति साहसमेन साहसेन साहसेन साहसेन साहसेन अत्र नपुंसकलिङ्गशब्दः अस्ति साहसम् अस्तु सन्ध्या भगिनी अग्रे अयि भगिन्यः अलम् अविवेकितया समीचीनम् अविवेकितया अलम् अविवेकितया अस्तु अग्रे इदानीं तिष्ठतु अलं धावनेन अलं धावनेन अलं धावनेन अलम् इत्युक्ते मास्तु अर्मा मां भवतु अलम् इदानीं भवति स्म इदानीम् अग्रे मा भवत् एतावता इदानीं पर्यन्तं भवति स्म इदानीम् अग्रे मा भवतु अयि इत्युक्ते अयि इति सम्बोधनम् आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तानि स्थलानि पूरयत पाचकः छुरिकया शाकं कर्तयति समीचीनमस्ति लक्ष्मी अर्जुनः बाणैः कौरवान् मारितवान् समीचीनमस्ति सन्ध्या भगिनी महिला सम्मार्जनीया मार्जितवती अत्र रूपमस्ति सम्मार्जिन् समार्जन्या समार्जनीया इति नदी नद्या समार्जनी समार्जन्या चित्रकारः अङ्कन्यैः कूर्चैः अङ्कनीभिः अत्र प्रथमाविभक्ति रूपं किम् अत्र अङ्कनी किन्तु रूपं वचनं किम् अङ्कनीभिः कूर्चाभिः च चित्रं लिखति अत्र कुत्र एकवचने कूर्चः कूर्चः तर्हि वचनं तृतीयविभक्तिरूपं किम् कूर्चया कूर्चाः इति तत्र अस्ति कूर्चाः वचनं किं कूर्चाभिः न अत्र अस्माकं प्रथमं बहुवचनम् अत्र कूर्चाः इत्यस्य बहुवचनं प्रथमाविभक्तिः लिङ्गं किं पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः कूर्चैः पुनः वदतु वाक्यं चित्रकारः अङ्कनीभिः कूर्चैः च चित्रं लिखति समीचीनम् अस्तु सुब्रह्मण्यमहोदय भवती का वयम् एतत् सर्वम् अहं दास्यामि रूपाणि दास्यामि अत्र किं करिष्यामः अहं मम समस्या अस्ति यत् मम पार्श्वे एतत् सर्वं केवलम् एकवचने बहुवचने च नास्ति मम पार्श्वे भवति एकवचने द्विवचने बहुवचने अतः शृण्वन्तु सर्वे किमस्ति आदौ आरम्भे किञ्चित् कण्ठस्थीकरणम् अपेक्षितमस्ति कण्ठस्थीकरणं किञ्चित् अपेक्षितमस्ति बहु इति न बहु इति नास्ति एतावता वयं सोपानेन एकमेकं कुर्मः किन्तु मम चिन्तनम् अहं यत् कृतवान् यत् कोष्टकमस्ति टेबल् इति कोष्टकं तत्र एकवारं कुर्वन्तु अहमपि तथा कृतवान् अनन्तरं कार्यं सिद्धम् अस्ति अतः देवशब्दः अस्ति अनन्तरं लताशब्दः अस्ति अनन्तरं नदीशब्दः अनन्तरं वनम् अतः एकवारं कुर्वन्ति चेत् एक कार्यं सिद्धमस्ति देवः देवौ देवाः देवं देवौ देवान् देवेन देवाभ्यां देवैः देवाय देवाभ्यां देवेभ्यः देवात् देवाभ्यां देवीभ्यः देवस्य देवयोः देवानां देवे देवयोः देवेषु इति त्रिषु वचनेषु त्रिषु वचनेषु सर्वं भवति सप्तसु विभक्तिषु एकवारं भवति चेत् मनसि सर्वदा तिष्ठति अस्मिन् सप्ताहे अहं दास्यामि देवशब्दः अस्तु देवशब्दः अनन्तरं लता नदी वनम् अनन्तरं सर्वनाम सः नाम तत् इति शब्दः सः सा तत् सः सा तत् अनन्तरं कः का किम् अपि तथैव भवति नाम सः शब्दः सः बालकः सः सः तौ ते तं तौ तान् तेन ताभ्यां तैः इत्यादिकमस्ति कः अपि तथा अस्ति कः कौ कै कः कः कौ के कं कौ कान् केहि काभ्यां केहि इति अतः किमस्ति देवः अनन्तरं लता नदी वनम् अनन्तरं तत् शब्दः अस्ति तत् शब्दः अस्ति अनन्तरं भवत् शब्दः भवान् भवति अनन्तरम् अन्ते अस्ति अहम् वयम् अहम् आवां वयं तावदेव अस्ति अनन्तरम् अग्रे गत्वा अन्ये शब्दाः सन्ति किन्तु आरम्भे एतावत् वयं कुर्मश्चेत् कार्यं सिद्धम् नो चेत् किं भवति तृतीयाविभक्तिः एव मनसि अस्ति चेत् तर्हि सन्दर्भः नास्ति यदा चतुर्थी भवति तदा तृतीयाविभक्तेः विस्मरणं भविष्यति द्वितीयविभक्तेः विस्मरणं भविष्यति किन्तु यदि मनसि एतत् सर्वमस्ति नाम त्रिषु वचनेषु सप्तसु विभक्तिषु सर्वमस्ति मनसि तर्हि नाम किं रूपं विपेक्षितम् एतत् सर्वं वयं सुलभतया अवगन्तुं शक्नुमः अतः अस्मिन् सप्ताहे अहं दास्यामि भवन्तः एकवारं कुर्वन्तु अत्र का इति अस्ति लता इत्यस्य शब्दः इति लता किं भवति तृतीया लतया तर्हि का किं स्यात् कया वदतु भवती कया सह आगतवती समीचीनम् अस्ति अहं याः ह्यः भवान् जनन्या सह कुत्र गतवान् समीचीनम् अस्तु लक्ष्मी भगिनी अग्रे दुष्टः सर्वैः सह कलहं करोति सर्वनाम्नां रूपाणि किञ्चित् भिन्नानि सन्ति सर्वे इति सर्वनाम अस्ति अतः यथा एकवचनं किं सर्वः अतः सर्वनाम अस्ति यथा कः जनः कः कौ के कं कौ कान् सर्वशब्दः सर्वः सर्वौ सर्वे सर्वं सर्वौ सर्वान् इति सर्वशब्दः अस्ति सर्वः सर्वे सर्वे सर्वः सर्वे सर्वं सर्वान् अग्रे वयमिति अस्माभिः वदतु अस्माभिः भवन्तः अपि वयेन किम् अस्माभिः वयं वयं वयमिति जानाति खलु वयं वयमिति तृतीया अस्माभिः अस्माभिः अस्माभिः अहं वदामि रूपमस्ति अस्माभिः ओ अस्माभिः ओके भवन्तः अपि अस्माभिः सह संस्कृतं पठन्तु सर्वे वदन्तु अस्माभिः अस्माभिः समीचीनम् अहम् अहं किं भवति मया वदन्तु सः तेन सः इति तेन सा तया का कः केन वयम् अस्माभिः अहं मया तावत् अस्ति भवान् भवता भवता भवती भवत्या भवत्या भवान् इत्यस्य बहुवचनं किम् भवन्तः भवान् इत्यस्य बहुवचनं भवन्तः भवन्तः इत्यस्य बहुवचनं तृतीया इत्यस्य तृतीया भवद्भिः भवद्भिः अनन्तरं भवती इत्यस्य बहुवचनं किं भवत्यः भवत्यः भवत्याः इत्यस्य तृतीया यथा नदी इत्यस्य बहुवचनं किम् एकनिमेषः नदी इत्यस्य बहुवचनं किं नद्यः नदी इत्यस्य तृतीया एकवचने नद्या नद्यः इत्यस्य नदीभिः तर्हि भवती इत्यस्य तृतीया भवत्या अनन्तरं भवती इत्यस्य बहुवचनं भवत्यः भवत्याः इत्यस्य तृतीया यथा नदीभिः भवतीभिः इदानीं सर्वमस्ति धनेन विना जीवनं कठिनम् अस्तु दन्तैः विना चर्वणं न शक्यम् अस्तु भक्तिः अत्र भक्तिः यथा नदी अस्ति भक्त्या विना विना पूजय कः लाभः अस्तु भिक्षुकः आशया दूरसमीपं गतवान् समीचीनं द्वारं ओ द्वारसमीपं गतवान् अस्तु सन्ध्या भगिनी विशेषतया वक्तव्यं किमपि नास्ति अर्थः अवगतः वा विशेषतः वक्तव्यं किमपि नास्ति तत्र एतत् वाक्यम् आगतं पूर्वमपि विशेषतया वक्तव्यं किमपि नास्ति नाम there's nothing special that needs to be said. Visheshataya. Bhagini, Sandhya Bhagini. Visheshataya, especially. Especially. Vishesh iti special asti kalu. Visheshataya, especially. Visheshataya, vaktavyam, what should be said? किमपि नास्ति. Nothing special should be said, needs to be said. विशेषतया वक्तव्यं किमपि नास्ति. अस्तु. कलहेन न्यायनिर्णयः न भवति. न्यायनिर्णयः न भवति. अत्र कलहः इति जानाति वा? सर्वे जानन्ति कलहः. कलहः कोलाहलः, तत्र भेदः अस्ति खलु? ज्ञायते? न न न न, कुम्भकारः वा? पार इति कुम्भकारः. अत्र कलहः अपि कोलाहलः, तत्र भेदः अस्ति कः? कलहः कोलाहलः यत्र बहवः जनाः वदन्ति, ध्वनिः प्रचुरः, कोलाहलः. कलहः यत्र युद्धः भवति, युद्धः यत्र एवं जनद्वयस्य, तत्र देशस्य कलहः इति न वदामः, किन्तु पञ्चजनानां जनद्वयस्य लघु कलहः. अस्तु. सुब्रह्मण्य महोदय. स ताडनेन शुनकस्य कोपं वर्धयति. सः ताडनेन शुनकस्य कोपं वर्धयति. अग्रे. अश्रुविमोचनेन कष्टस्य निवारणं न भवति. समीचीनमस्ति. अश्रुविमोचनम्, अश्रु इति जानाति वा सन्ध्या भगिनी? अश्रु अत्र नेत्रं. अश्रु विमोचनं नाम अश्रु नाम तदेव अश्रुविमोचनं, यत् तस्य आगमनं विमोचनम्. विमोचनं नाम मुक्तिः. मुक्तिः नाम विमोचनं नाम अश्रु इति तत् जलम् इति अश्रु, तस्य आगमनम् इति विमोचनम्. औषधस्य उच्चारणमात्रेण रोगः न अपगच्छति. अवगतं खलु? औषधस्य केवलम् उच्चार्यते चेत् नाम खादनीयम्, औषधं खादनीयम् अस्ति खलु? केवलं तस्य नाम वदति चेत् न कोऽपि लाभः खलु? उच्चारणमात्रेण रोगः न अपगच्छति. न अपगच्छति, न गच्छति. अप इति वदामः यदा अवे टु गो अवे, अवे अपगच्छति टु गो अवे. अस्तु. सन्ध्या भगिनी. वेगदूतयानेन सामी सुखयानेन वा वयं धर्मस्थलं गच्छामः. अवगतं. तत्र वेगदूतयानम् इति एक्स्प्रेस् बस्. अनन्तरं सामी सुखयानम् इति समी लक्ष्मी बस्. अस्तु. अग्रे. अत्र कठिनमस्ति, वयं न जानीमः किमस्ति दश. अस्तु, चिन्तयतु यथा भवद्भिः नदीभिः दश किम् अस्ति. न न, दश इति अस्य तृतीय. सङ्ख्यानाम् अपि विभक्तिः भवति, विभक्तिरूपाणि. तर्हि बहुवचने एतावता वयं दृष्टवन्तः नाम नदीभिः, भवद्भिः, अनन्तरं भवतीभिः. तर्हि दश पुल्लिङ्ग. दश किम् अस्ति तृतीय? दशेन. न न न न वचनं किम् एकवचनम् एवं दश बहुवचनम् अतः अहं वदामि भवद्भिः भवति दशाभिः दिनैः दशभिः दशभिः दशभिः दिनैः सः अस्वस्थः अस्ति समीचीनं दशभिः दिनैः मित्र अलं चिन्तय उत्तिष्ठतु समीचीनमस्ति अतः कोष्टके का विभागे एकवचनं दत्तमस्ति एकवचनरूपं दत्तमस्ति च विभागे त्रयः विकल्पाः सूचिताः सन्ति च विभागे स्थितं शुद्धं बहुवचनरूपं रेखया अङ्कयत जनेन जनेभ्यः जनैः जनाभिः जनेन जनैः इति शुद्धमस्ति तर्हि चोरेण चोरेण इत्यस्य तृतीया किं विश्वनाथमहोदय बहुवचने चोरेण इति एकवचने अस्ति तृतीया विभागे बहुवचनं बहुवचनान्तरूपं एकवचने देवेन बहुवचने देवैः तर्हि चोरेण बहुवचने अत्र देवैः खलु देवैः भवति बहुवचने पुल्लिङ्गे तृतीयविभक्तौ चोरः अपि तथा पुल्लिङ्गशब्दः अस्ति चोरेण अतः किं भवति अत्र चोरेभ्यः इति चतुर्थी पञ्चमी बहुवचने चोराणामिति षष्ठी बहुवचने अस्तु इदानीं सन्ध्या भगिनी अग्रे मल्टिपल् चोयिस् But all of these are choices? Ha, nama, trayaha vikalpaha santi. Trayaha, okay. Yaha, padam, okay. Bahuvachanantarupam kim. Dantena, dantaha, dantaihi. Dantaihi asti, samichanam asti. Asti. Your name? Bhavata. भवद्भिः अस्ति समीचीनं वयम् उक्तवन्तः अग्रे भवत्या भवतीभिः अग्रे भवत्याः भवत्या भगिन्या सोरि भगिन्या भगिन्याभिः मया अस्माभिः अस्माभिः वयं ज्ञातवन्तः समीचीनम् अग्रे तेन तैः इति अस्ति सः इत्यस्य तैः अस्तु सर्वेण सर्वैः अग्रे कया काभिः काभिः समीचीनमस्ति अग्रे लेखनीभिः समीचीनमस्ति पुनः वदतु जनः जनतः विशेषः अस्ति लैक् भवान् इस् नाट् लैक् वयम् इस् तत्र सर्वनाम प्रोनौन् प्रोनौन् इति तत्र सर्वनामविषयः किञ्चित् भिन्नः अस्ति सर्वनामविषयः किञ्चित् भिन्नः किञ्चित् भिन्नः अस्ति. तत्र अद्य अस्मिन् सप्ताहे अद्य अहं प्रशिष्यामि, अद्य श्वः वा, रूपाणि. तत्र एकवारं रूपाणि कथमस्ति करणीयानि एकवारं. तत्र देवः, देवाः, देवेन, देवैः, तत्र साम्यम् अस्ति, कुत्रचित् भेदः अस्ति. प्रथमा द्वितीयविभक्तिः सः, तैः, तं, सः, सः, ते, तं, तान्, अनन्तरं तेन, तैः, ता, ताभिः, ताभिः. Some of them became a cross name. In this exercise. Some of the pronouns we already came across. Only thing we have to put it in the order. Mastu. Agree. Agree may put it bhagini. Patatu kripaya. Sandhya bhagini. Agree, agree. Ramaha. Ramaha kena kaihi sahakim kritavan iti uparitana koshtakam स्थूलतया स्थूलतया निर्दिशति निर्दिशति तदा ध्यारेण तदा धारेण सर्वनाम शब्दानां तृतीया विभक्तिं योजयन्तः उदाहरणानुसारं वाक्यानि रचयत. रामः केन कैः सह किं कृतवान् इति उपरितनकोष्टकं स्थूलतया निर्दिशति तदाधारेण सर्वनामशब्दानां तृतीयविभक्तिं योजयन्तः उदाहरणानुसारं वाक्यानि रचयत. तर्हि अत्र उदाहरणं लक्ष्मीभगिनी उदाहरणं वदतु. रामः तेन सह, रामः तेन सह चर्चां कृतवान्, तैः सह वादं कृतवान्. अत्र अस्ति किं सर्वनाम्नाम् अभ्यासः अस्ति, अतः सः, एषः, सा, एषा, भवान्, भवती, अहम् एकवचने, अनन्तरं ते, एते, ताः, एताः, भवन्तः, भवत्यः, वयम् प्रायशः वयम् इदानीं वक्तुं शक्नुमः इति अहं मन्ये. किञ्चित् कुर्मः, नाम चर्चां कृतवान्, वादं कृतवान् इति दत्तमस्ति, किन्तु तृतीयविभक्तिः इति अपेक्षितमस्ति. अस्तु, शुभमन् महोदय. सः, ते, प्रथमा विभक्तिः, प्रथमा विभक्तिः. So how can a plural have a plural? Isn't te bahuvachana? No, atra saha, atra abhyasa hasti, agre. Saha. Tena saha, atra tehi saha. No, but, so the padam te asti. Atra purvam, gachatu. Atra purvam asti, saha iti dattam asti. Saha adhyasya tritya. करोतु, ते इत्यस्य तृतीय करोतु. अनन्तरम् अस्य द्वितीय उदाहरणमस्ति एषः तृतीय, एते इत्यस्य तृतीय. अत्र प्रथमा विभक्ति इति रूपं दत्तमस्ति, अनन्तरं तृतीय कर्तव्यमस्ति, तृतीय विभक्ति. बहुवचन, एकवचन बहुवचन. But isn't they already a plural, so how can you have like this is no. Atra tena, atra saha asti kalu saha. Saha adhyasya tritiya, atra tena. अस्तु शुभमन्य महोदय अग्रे द्वितीयं करोतु तर्हि सः सः इति तेन तर्हि एषः करोतु वदतु रामः एतेन सह कथां पठितवान् कथां पठितवान् अनन्तरं पाठान् पठितवान् ये अत्र अत्र अग्रिमे अग्रे पश्यन्तु अग्रिमे पूते केवलं सः अस्ति केवलं सः योजनीयः अत्र अत्र एव पश्यन्तु अग्रे अग्रे दर्शनस्य आवश्यकता नास्ति केवलं सः योजयतु अत्र केवलं सः सः सर्वत्र एतेन सः कथां पठितवान् दर्शनस्य आवश्यकता नास्ति करोतु एतेन सह कथां पठितवान् अनन्तरं एतैः सह पाठान् पठितवान् समीचीनं तया सह गीतं गीतवान् ताभिः सह कार्यं कृतवान् समीचीनम् अस्तु या विभक्तिः अस्ति एतया सह एतया सह आपणं गतवान् एताभिः सह विपणिं गतवान् समीचीनमस्ति सन्ध्या भगिनी अग्रिमं करोति वा भेदः अस्ति भवान् इति प्रथमाविभक्तिः तृतीयविभक्तिः भवेन नास्ति न न तथा नास्ति तथा नास्ति भवान् इति तृतीया वयं उक्तवान् भवता अनन्तरं भवन्तः इत्यस्य भवद्भिः न बहुवचने कुत्र अस्ति न अहम् उक्तवान् एवम् अद्य अहम् उक्तवान् अहं प्रशयिष्यामि पुस्तकं बहु समीचीनं नास्ति नाम तत्र रूपाणि दातव्यानि सन्ति अत्र रूपाणि न सन्ति रूपाणि न दत्तानि रामः भवता आपणं भवता सह आपणं गच्छति गृहं गृहम् आगतवान् वा रामः भवन्तः तत्र तृतीया भवद्भिः रामः भवद्भिः सह क्रीडितुम् आगतवान् वा तर्हि पुनः किञ्चित् पश्यामः अत्र सः इत्यस्य अहं प्रथमाविभक्तिः वदामि भवन्तः बहु तृतीया विभक्तिं वदन्तु सः एकमेकं कुर्मः सः सा सन्ध्या भगिनी सा किं भवति तया भवान् अहं भवती भवत्या भवन्तः भवद्भिः भवत्यः भवतीभिः तावदेव अस्ति इदानीम् एषः एतेन एषा एते ते ते ते इति करोतु ते एते अनन्तरं ताः स्त्रीलिङ्गे ता ताः ताः किं भवति ताभिः ताभिः एताः एताः एताभिः वयं अस्माभिः भवान् एकवचने भवान् किं भवन्तः भवान् भवान् एकवचने भवन्तः भवद्भिः अहं मया वयम् अस्माभिः अस्तु समीचीनम् अस्तु सा तया ताः अस्तु कार्यं सिद्धम् अस्तु अग्रे अग्रिमं करोतु भवती रामः भवती सह कुत्र गतवान् रामः भवत्या सह कुत्र गतवान् आसीत् रामः भवतीभिः सह किमर्थं कलहं कृतवान् समीचीनमस्ति अस्तु अग्रे रामः मया सह धावितवान् अस्माभिः सह न उपविष्टवान् इति अभ्यासः अस्ति इदानीम् इकारान्तानाम् उकारान्तानां च तर्हि इदानीम् इकारान्तानाम् उकारान्तानां एतावता वयं दृष्टवन्तः देवः तृतीया किं भवति देवेन देवाः लता लतया लताः लताभिः सा सः ताः ताभिः अनन्तरं ते तैः भवान् भवता भवन्तः भवद्भिः भवद्भिः वयम् अहं भवती भवत्या भवत्या अनन्तरं भवत्यः भवतीभिः इति वयं जानीमः इदानीम् उदाहरणं यद् दत्तमस्ति तत्र रेफः अस्ति अतः णत्वम् अस्ति किन्तु सर्वत्र णत्वं तु न भविष्यति अस्तु हरिशब्दः हरिशब्दः हरिणा एकवचने बहुवचने हरिभिः इकारान्तशब्दः खलु हरिणा हरिभिः अनन्तरं स्त्रीलिङ्गे मत्या मतिभिः नपुंसकलिङ्गे दध्ना दधिभिः दधि दधि इति शब्दः दध्ना दधिभिः अनन्तरं पुल्लिङ्गे उकारात् शब्दः गुरुणा गुरुभिः धेनुशब्दः धेन्वा धेनुभिः नपुंसकलिङ्गशब्दः मधु मधुना मधुभिः ऋकारात् शब्दः पित्रा पितृभिः स्त्रीलिङ्गे मात्रा मातृभिः अनन्तरं ऋकारान्त यत् कर्त्रा कर्तृभिः समानमेव. तत्र अहं पदं वदामि. वस्तुतः दर्शनस्य आवश्यकता नास्ति, अहं पदं वदिष्यामि. तत्र स्त्रीलिङ्गशब्दः प्रायः ति इति अस्ति. ति मतिः, उन्नतिः, कृतिः, ति इति स्त्रीलिङ्गशब्दः. नो चेत् इकारादिशब्दः अस्ति चेत् प्रायः पुल्लिङ्गशब्दः. तर्हि अहं वदामि अहं प्रथमाविभक्तौ वदामि, भवन्तः तृतीया एकवचने बहुवचने च इति वदन्तु. अस्तु, इदानीं मुनिः, लक्ष्मी भगिनी, मुनिः, मुनिना, मुनिभिः, मुनिना, मुनिभिः. पुल्लिङ्गशब्दः अस्ति चेत् न. इदानीं स्त्रीलिङ्गशब्दः. इदानीम् उन्नतिः, उन्नतिः, उन्नतिभिः. तत्र सामान्य यथा नदी इति अस्ति, नद्याः उन्नतिः, उन्नत्या. नकारः केवलं पुल्लिङ्गशब्दः, नकारः. अस्तु, अनन्तरम् उकारात् शब्दः शिशुः. सुब्रह्मण्यं महोदय, शिशुः किं भवति? शिशु पुल्लिङ्गशब्दः. शिशुभिः एकवचने शिशुना, शिशुना. तर्हि पुनः उकारान्त शब्दः अस्ति चेत् पुल्लिङ्गशब्दः, तत्र न आगच्छति. स्त्रीलिङ्गशब्दः तथा नास्ति. स्त्रीलिङ्गशब्दः धेनुः, धेन्वा, यथा तनुः, तनुः अपि स्त्रीलिङ्गशब्दः. तनुः किं भविष्यति? तन्वा, तनुभिः. तावदेव अस्ति. अनन्तरं श्रोतृ किं भविष्यति? श्रोतृ, श्रोत्रा, श्रोतृभिः. तस्य एकवचनं प्रथमाविभक्तिः रूपं किं? श्रोतृ, श्रोता. कर्तृ, ज्ञातृ, वेत्र, जेत्र, दातृ, दाता. इदानीं दातृ इत्यस्य तृतीया विभक्ति एकवचने, दात्रा बहुवचने, तावदेव अस्ति. अस्तु, विधिः, विधि, विद्या, विधिः. किन्तु ति इति नास्ति खलु? ति, ति अस्ति चेत् तत्र स्त्रीलिङ्गशब्दः. अत्र धि, विधिः प्रायः पुल्लिङ्गशब्दः. पुल्लिङ्गशब्दः अस्ति चेत् किं भवति? विधिना, विधिना, विधिभिः. इदानीं भीतिः, भीत्या, भीतिभिः. समीचीनमस्ति. इदानीं अग्निः, अग्निः, अग्निः, अग्निना, अग्निभिः, अग्निना, अग्निभिः. अस्तु, सन्ध्या भगिनी, ध्वनिः, ध्वनिना, ध्वनिभिः. तावदेव अस्ति. अस्तु, इदानीं रिपुः, रिपुना, रिपुणा, रिपुभिः. तत्र नत्वम् अस्ति वा? अस्ति. अत्र निमित्तमस्ति, बाधा अस्ति? नास्ति. पकारः अस्ति, पकारः बाधा भवति वा? बाधा भवति वा? अवगच्छति वा? तत्र न, ऋणत्वं वयं कृतवन्तः तस्मिन् दिने. ऋणत्वं रेफः, रेफः अस्ति, अनन्तरं नकारः अस्ति. रेफः निमित्तं भवति, नकारः अणत्वं. मध्ये ककवर्गीयः अथवा पवर्गीयः अस्ति चेदपि णत्वं भवति, किन्तु टकारः टवर्गः तवर्गः चवर्गः भवति चेत् बाधा. तर्हि रिपुः किं भवति? रिपु पुल्लिङ्ग तृतीय रिपुः इति शब्दः त्रिलिङ्ग तृतीयविभक्ति एकवचने पुल्लिङ्गशब्दः कुत्र अस्ति? रिकुः रिपुः रिपुः सोफा अस्ति स न णत्वं भवति न वा? रिपु अत्र कुत्र अस्ति? अत्र किम् णत्वम् अस्ति न वा? नास्ति. किमर्थं नास्ति? किन्तु किम् उक्तं? तत्र बाधा कुत्र अस्ति? ककारः कवर्गः पवर्गः अस्ति चेत् बाधा नास्ति. पुनः बाधा रेफः अस्ति चेत् नकारस्थाने णकारः भवति. रेफः पूर्वं रेफः अत्र रिपुः अस्ति. रेफः अस्ति अतः नकारस्य स्थाने णत्वं भवति. मध्ये स्वरः अस्ति चेत् अपि णत्वं भवति. कवर्गीयः अथवा पवर्गीयः मध्ये अस्ति चेदपि भवति. किन्तु णत्वम् इत्युक्ते नेस् त्वं त्वम् इत्युक्ते नेस् नेस् खलु अणत्वम्. तर्हि रिपु इत्यस्य रूपं किम्? रिपु अण पकारः मध्ये अस्ति किन्तु पकारः बाधा अस्ति वा? नास्ति. रिपूणा अस्तु. कपिः कपिः कपिणा कपिभिः कपीणा किमर्थम् अस्ति? कपिणा निमित्तमस्ति वा? निमित्तमेव नास्ति. पुनः वदतु. कपिणा कपिभिः. हा अस्तु समीचीनम् अस्तु. प्रभुः प्रभुवा प्रभुभिः अत्र लिङ्गं प्रभुना प्रभु पुंलिङ्गं पुल्लिङ्गस्य प्रभुना प्रभुभिः समीचीनं. बन्धुः किन्तु प्रभु समीचीनं तत्र प्रभु तत्र समीचीनम् उक्तं. तत्र निमित्तम् अस्ति वा तत्र प्रभु? बाधा अस्ति तर्हि प्रभुणा सत्यं तत्र अणत्वम् अस्ति प्रभुणा. बन्धुः बन्धुः बन्धुन् बन्धुः बन्धुना सत्यं बन्धुभिः सत्यं तदेव अस्ति. सेतुः सेतुना सेतुभिः समीचीनमस्ति. इदानीं प्रतिनिधिः प्रतिनिधिः प्रतिनिधिना प्रतिनिधिभिः अत्र रेफः अस्ति वा? प्रति प्र तर्हि अणत्वं भवति न वा? अस्ति तकारः अस्ति बाधा अस्ति वा? ता दन्त्येन अर्णत्वं न भवति खलु न भवति समीचीनम् अस्तु इदानीं पद्धतिः पद्धतिः पद्धत्या पद्धतिभिः सत्यं यतोहि स्त्रीलिङ्गशब्दः अस्ति खलु अस्तु तृप्तिः ति ति अस्ति अतः स्त्रीलिङ्गशब्दः पुनः तृप्त्या तृप्तिभिः अस्तु इदानीं गतिः घट्या गतिः गतिः गत्या गत्याभिः गति गतिभिः गति गतिभिः गति इति न गति गतिभिः अस्तु इदानीं श्रद्धालुः श्रद्धालुना श्रद्धालुभिः समीचीनमस्ति अस्तु इदानीं कविः समीचीनमस्ति इति विषयः इदानीं कर्तृ कर्तृ हर्तृ हर्तृ हर्तृ हर्तृ हर्तृभिः योद्धृ योद्धृ योद्धृभिः समीचीनमस्ति इदानीं दुहितृ दुहितृ दुहित्रा दुहितृभिः इदानीं नेत्र मित्र नेत्र नेत्र नेत्र नेता इति शब्दः नेता नेता नेत्र नेत्र नेत्रा नेत्राभिः नेत्रभिः नेत्रभिः स्वस्र स्वस्रा स्वस्रभिः इति अस्ति अस्तु तर्हि समाप किञ्चित् आवरणे दत्तानां शब्दानां तृतीयान्तेन रूपेण एकवचनेन रिक्तस्थलं पूर्यते उदाहरणार्थं विघ्नेशः मात्रा सह काशीं गमिष्यति हरीशः श्रोत्रा सह चर्चां कृतवान् नगेशः धेन्वा सह अरण्यं गतवान् सुरेशः ऋषिणा सह मुनिः अस्ति खलु मुनिः सुरेशः मुनिना सह अग्निहोत्रम् आचरति कल्मेशः दुहित्रा सह क्रीडति सुनीशः शब्दुना सह चलनचित्रं दृष्टवान् समीचीनम् अस्तु सतीशः सुमत्या सह मातुलगृहं गमिष्यति परमेशः भ्रात्रा सह कलहं कृतवान् महेशः अतिथिया पुलिङ्गशब्दः अतिथिना सह वायुविहारं करोति वेङ्कटेशः भीरुना सह स्नेहं न इच्छति गिरीशः नियुद्धपटुना सह अभ्यासं करिष्यति समीचीनमस्ति अस्तु इदानीं बहुवचनमस्ति इति मन्ये आवरणे दत्तानां शब्दानां तृतीय बहुवचनान्तेन रूपेण रिक्ते स्थानानि पूर्यते उदाहरणार्थ विनायकः कृतिभिः प्रसिद्धः वेदिका वक्तृभिः शोभते वेदिका वक्तृभिः शोभते अवगतम् वक्ता इत्यस्य मूलरूपं द्रष्टव्यमस्ति मूलरूपमस्ति वक्तृ ऋकारान्तशब्दः अस्माभिः ज्ञातव्यं मूलरूपमस्ति वक्तृ सर्वैः बाला पितृभिः सह आगच्छेयुः तानि नगराणि तानि नगराणि सेतुना विराजन्ते तानि नगराणि सेतुना विराजन्ते नाम तेषां सौन्दर्यमस्ति नगराणां सौन्दर्यमस्ति सेतुना अवगतं वा अतः उदरं भरिभिः सह अधिकस्नेहः मास्तु समीचीनम् उदरं भरिभिः सह अधिकस्नेहः मास्तु ये स्वार्थिनः सन्ति ये अस्तु भगिनी सन्ध्या भगिनी पञ्चमं वाक्यं सः पेटिकां रज्जना अत्र श्रीलिङ्गशब्दः रज्जुः रज्जुः इत्युक्ते रज्ज्वा बद्धवान् अवगतं वा सः पेटिकां रज्ज्वा बद्धवान् तस्य अर्थः कः पेटिका तदेव भ्रमराः अत्र नपुंसकलिङ्गशब्दः मधु मधु नपुंसकलिङ्गशब्दः मधुना मोदन्ते अग्रे हा हा हा हा बहुवचने अस्ति बहुवचने वदतु भवति खलु मधु कथं बहुवचने भविष्यति मधुना इति बहुवचने यत्र गणनं भवति न न भवति गणनं न भवति चेत् तत्र बहुवचनं न वाग्मि वाग्मि स्त्रीलिङ्गशब्दः स्यात् सूक्तिभिः जनान् बोधयति भवन्तः भवन्तः भवन्तः इति सम्बोधरूपं किं मातृ माताभिः मातृ मातृ इति मूलरूपं मातृमूलरूपम् मातृभिः मातृभिः सह क्रीडन्तु दधीयति नपुंसकलिङ्गशब्दः वैद्यः दधिभिः औषधं निर्माति समीचीनमस्ति शिबिरस्थानं पूर्णमस्ति इति विषयः तर्हि इदानीं विरमाम अग्रिमे सप्ताहे कथां पश्यामः किन्तु बहु किमपि वयम् अधीतवन्तः वयम् अध्ययनं बहूनां वस्तूनाम् अध्ययनं कृतवन्तः इदानीं गृहपाठः भविष्यति यत् अस्य मनसि भवेत् एतत् सर्वं रूपाणि मनसि भवेत् अपि च अहं प्रेषयिष्यामि कोष्टकानि येन एतत् सर्वं कर्तुं शक्यते अस्तु नमस्कारः.